आरम्भं करोतु। ॐ सहनौ भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्वी नावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। एनक्षरसमानायम् अधिगम्यं महेश्वरात् कृत्सनं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः। धन्यवादः। इदानीम् अहमेकं तु वदामि, अहं वदामि, भवती अनुवदतु। ओके, अस्तु, करेक्षन् भविष्यति तदा। ओके, अस्तु। ॐ सहना भवतु। ॐ सहना भवतु। सहनौ भुनक्तु। सहनौ भुनक्तु। सह वीर्यं करवावहै। सह वीर्यं करवावहै। तत्र अशुद्धमस्ति, सह वीर्यं करवावहै। अस्तु भगिनि, तत्र अहं विस्मरति। सह वीर्यं, सह वीर्यं करवावहै। बहु सम्यक् भवति न, ककारस्य अन्तिम अनुनासिकवर्णः कुर्मः चेत् अनुनासिक ज्ञातवती किन्तु विस्मरति। क्षम्यतां महोदय, कारणं सामान्यतया मकारस्य उपयोगम् एव कुर्मः, परन्तु शुद्ध उच्चारणं तु एवं भवति। ओके, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु। तेजस्विनावधीतमस्तु। तेजस्विनावधीतमस्तु। तेजस्विनावधीतमस्तु। मा विद्विषावहै। मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ शान्ति शान्ति शान्तिः। अग्रिम अवसरे अस्तु अन्य किं येनाक्षरसमाम्नायं विषये वदामि। ओके, आं भगिनि, आं भगिनि, धन्यवादः। धन्यवादः भगिनि, धन्यवादः। ओके, यावत्पर्यन्तं वयं यत्किमपि पठितवन्तः तत्र किमपि प्रश्नाः सन्ति वा? वदन्तु। न भगिनि, न। ओके, वयं किं पठितवन्तः? अहं स्क्रीन् शेर् तु करोमि। धातुगणाः, तत्तु प्रथमं प्रथमकरपत्रं वयं दृष्टवन्तः। तत्र किं पठितवन्तः? एकनिमिषम्, उद्घाटनं भवति। दशगणाः, हा, एकनिमिषं, हा, अहम् आह्वयामि, तदा वदन्तु। ओके, जया, प्रथमकरपत्रस्य आधारेण किं ज्ञानं प्राप्तम्? नमस्ते भगिनि, प्रथमकरपत्रस्य गणाः विषये ज्ञानं, दशगणाः सन्ति. कति गणाः सन्ति? दशगणाः सन्ति. दशगणाः सन्ति तदन ओके एकं तु अस्ति दशगणाः सन्ति. कन्नम्मा इतोपि किं ज्ञातवन्तः प्रथमकरपत्रस्य आधारेण? धातु मूलरूप अर्थं बोधयति. विकरणप्रत्यय आधारेण गणनिर्माणं भवति. विकरण अनन्तरं तिङ् प्रत्यय तस्य क्रियापदस्य बोधनं करोति. लकारं लकारं बोधयति. तिङ् प्रत्यय लकारं निर्देशयति. निर्दिशति बोधयति. निर्दिशति बोधयति. विकरण धातु अर्थं बोधयति. धातु अर्थं भवति. विकरणप्रत्यये गणं निर्दिशति. तिङ् प्रत्यये लकारं निर्दिशति. निर्दिशति यावत्पर्यन्तं ज्ञातवन्तः. ओके अनन्तरम् इतोपि किमपि वयं ज्ञातवन्तः. सीतालक्ष्मी भवती स्मर्तुं शक्नोति वा तस्मिन् विषये? दशगणाः सन्ति. तदनन्तरम् इतोपि एकं विषयं तु वयं ज्ञातवन्तः अस्मिन् भागे. पश्यतु सम्यक्तया महोदय. ये गणाः जानाति लट्लकारे प्रथमपुरुष एकवचनं एव अहं ज्ञातवती. ओके ओके सम्यक्. अन्य कोऽपि पश्यामि. हा पद्मा पद्मजा त्यागराजन् भवती किं वदति? केवलं लट्लकारविषये वयं ज्ञातवन्तः? इतोपि किमपि ज्ञातवन्तः? आं भगिनि. किं धातु प्लस् विकरणप्रत्यय प्लस् तिङ् प्रत्यय तत्तु वयं उक्तवन्तः. इदानीं योजनेन योजनेन पदं पदनिर्माणं भवति दशगणे विगेट् अकार्डिङ्ग्लि. ओके अकार्डिङ्ग्लि न अहं सन्तुष्टा न. ओके पल्लवी भवती किं वदति? अस्मिन् करपत्रे वयं ज्ञातुं शक्नुमः प्रत्येकस्मिन् गणस्य प्रथमधातुः कः अस्ति. यथा भादि अस्ति तर्हि प्रथम धातु भूधातुः अस्ति. अदादि तत्र अद्धातुः अस्ति. ओके अतः गणस्य नाम प्रथमधातुः आधारेण भवति. सत्यं? ओके बहु सम्यक्. तस्मिन् विषये तु अहं न चिन्तितवती परन्तु इदानीं ज्ञातवती. हा ओके पूर्णिमा प्रकाश इतोपि किं ज्ञातवन्तः अत्र अस्मिन् करपत्रे करपत्रस्य आधारेण? दशगणाः सन्ति. गणस्य धातोः आधारेण भवति. इतोपि किं प्रत्ययः भवति परन्तु केचन व्यञ्जनाः अदृश्यं भवति. केवलं किं प्रत्ययविषये भवती वदति? हा प्रत्ययः भवति किं प्रत्ययः विच् प्रत्ययः? हा विकरणप्रत्ययः. विकरणप्रत्ययः विकरणप्रत्ययः भवति परन्तु विकरणप्रत्ययः कुत्र भवति? विकरणप्रत्ययः धातोः तिङ् प्रत्ययोः मध्ये एव भवति तत्र विकरणप्रत्यये मा चिन्तयतु गणविषये किं हा धातोः गणविषये चिन्तयतु तस्य आधारेण विकरणप्रत्ययस्य किं ज्ञातवती हा गणः अस्ति विकरणप्रत्ययः अस्ति एतयोः मध्ये किं ज्ञानं प्राप्तवती विकरणप्रत्ययस्य किं भागम् अवशिष्यते इति निर्धारं कृत्वा धातोः गणं निर्दिशति ओके किञ्चित् स्पष्टता आवश्यकम् अहम् अग्रे गच्छामि प्रतिभा भवत्याः अभिप्रायः किम् उदाहरणं ददामि वा शप् उदाहरणं ददामि वा शप उदाहरणविषये अहं पृच्छामि अहं धातु विकरणप्रत्ययः एतयोः मध्ये किमस्ति ओके मम प्रश्नः कदाचित् सम्यक्तया न अवगतं प्रतिभा भवती किं वदति लेट् मी सी प्रतिभा हा नमस्ते नमस्ते हा अस्माकं हस्ते धातुः अस्ति विकरणप्रत्ययः अस्ति ओके हा दशगणाः सन्ति प्रत्ययः कुत्र योजनीयं वा योजनीयम् इति ज्ञातुं शक्यते वा योजनविषये अपि उक्तं हा धातुः अस्ति तिङ्प्रत्ययः अस्ति मध्ये विकरणप्रत्ययस्य स्थापनं भवति परन्तु विकरणप्रत्ययविषये अहं पृच्छामि ओके गणाः दशः सन्ति हा दशगणाः सन्ति विकरणप्रत्ययः एकमेव अस्ति वा न भगिनि ओके ज्ञातुम् इष्टवती ओके कति ओके विकरणप्रत्ययः गण एतयोः किं मेलनं मूलरूपं वा मूलं रूपं भवति तदनन्तरं योजनीय तदनन्तरं योजनानन्तरं भिन्नं भवति विकरणप्रत्ययः ओके तत्तु अनन्तरं हा प्रथमकार्यं किम् अस्ति प्रतिगणस्य विकरणप्रत्ययः भिन्नं भवति अथवा तस्य कार्यं भिन्नं भवति अवगतम् आं भगिनि कारणं यदा वयं शप् इति स्वीकुर्मः शप् तु अस्ति प्रथमगणे द्वितीयगणे तृतीयगणे दशमगणे हा ओके परन्तु तस्य कार्यमपि भिन्नम् अस्ति प्रतिवारं हा प्रथमगणे एकं कार्यं करोति द्वितीयगणे तु तस्य लुक् भवति तृतीयगणे तु तस्य श्लू भवति दशमगणे किं भवति निच्प्रत्ययस्य योजनं भवति शप्रत्ययस्य योजनमपि भवति ओके अतः प्रतिगणस्य विकरणप्रत्ययस्य एकं तु विकरणप्रत्ययः भिन्नं भवितुम् अर्हति द्वितीयं तु यदा एकमेव विकरणप्रत्ययः अस्ति तस्य कार्यं भिन्नं भिन्नं भवति गणानुगुणं ओके अस्तु अवगतम् एतत् सर्वं बहु किम् आवश्यकं सविता इदानीं विकरणप्रत्ययविषये वदतु तस्य किं भवति प्रथमगणे तु विकरणप्रत्ययः शप् शकार पकार लोपः भवति अकार एव तिष्ठति भवतीगणे भवती वदति अवशिष्टभागः अ ओके आम् किन्तु किञ्चित् जानीमः अत्र पश्यतु श्नु अस्ति तस्य अवशिष्टभागः नु उपयोगं कुर्मः नो इति एतत् सर्वं दृष्ट्वा वयं किं जानीमः किञ्चित् गणस्य विकरणप्रत्ययः परिवार परिवर्तनं कृत्वा विकरणप्रत्ययः साक्षात् एवं न योजयामः तस्य प्रोसेसिङ्ग् भवति तस्य प्रोसेसिङ्ग् भवति तत्कृते तु वयं सूत्रम् इदानीं न पठितवन्तः तत्तु अग्रे आगच्छति ओके इदानीं वयं किं दृष्टवन्तः शप् इति विकरणप्रत्ययः दत्तमस्ति परन्तु वयं केवलम् अकारस्य उपयोगं कुर्मः अत्र अग्रे पश्यामि दर्शयामि चेत् शम् इति अस्ति परन्तु वयं केवलं य इति उपयोगं कुर्मः अन्यभागाः यत् तत्र दृश्यते तस्य निष्कासनं भवति कथं केन कारणेन तस्मिन् विषये अनन्तरं पश्यामः ओके यावत्पर्यन्तं सम्यक्तया अवगतं प्रश्नाः सन्ति न महोदय अवगतम् अन्ये जनाः अपि सन्ति न अवगतम् अवगतं भगिनि अवगतं आं भगिनि अत्र किं किं पायिण्ट्स् वयं दृष्टवन्तः एकमस्ति पदं क्रियापदम् इति वयं यत् पश्यामः तस्य भागत्रयम् अस्ति धातु विकरणप्रत्ययः किं प्रत्ययः ओके धातु किं बोधयति अर्थं बोधयति विकरणप्रत्ययः किं बोधयति गणनिर्देशं करोति तिङ् प्रत्ययः लकारनिर्देशं करोति ओके दीस् आर् आल् इम्पार्टेण्ट् पायिण्ट्स् अनन्तरं गणाः कति सन्ति दश ओके गणस्य नाम कति कथम् उद्भवति प्रथमधातोः आधारेण गणस्य नाम उद्भवति तदनन्तरं प्रतिगणस्य कृते विकरणप्रत्ययः निर्दिष्टम् अस्ति यदा एकमेव विकरणप्रत्ययः बहवः गणेषु उपयोगं कृतमस्ति तथापि तस्य उपयोगं भिन्नभिन्नप्रकारेण कृतमस्ति ओके अनन्तरं विकरणप्रत्ययः साक्षात् उपयोगं न भवति तस्य प्रोसेसिङ्ग् भवति अनन्तरं यत् अवशिष्टमस्ति तत् एव वयम् उपयोगं कुर्मः ओके अनन्तरं द्रक्ष्यामः तिङ्प्रत्ययस्य अपि प्रोसेसिङ्ग् भवति साक्षात् तस्य उपयोगं न भवति इदानीं धातुगणपरिचयः द्वितीयकरपत्रम् ओके अत्र वयं किं पठितवन्तः किं दृष्टवन्तः पश्यामः कः वदति रूपल् रूपल् ठक्कर् अस्मिन् भागे वयं किं ज्ञातवन्तः अहं किञ्चित् किं पुनरभ्यासं करोमि महोदय पश्यतु अस्मिन् भागे वयं किं दृष्टवन्तः वा कृतवन्तः गणः गणस्य विकरणप्रत्ययः तस्य मूलरूपम् अनन्तरं लकारस्य प्रथमपुरुषे एकवचनरूपे किं विकरणप्रत्ययः प्रत्ययस्य आवृत्तिं दृश्यते रूपं किं ओके लट्लकारस्य प्रथमपुरुषः एकवचनरूपे विकरणप्रत्ययस्य आकृतिः इत्युक्ते उपयोगिभागः आम् ओके प्रतिगणस्य विषये दत्तमस्ति टेबुलर् फार्म् मध्ये ओके बहु सम्यक् अनन्तरं किं दृष्टवन्तः केचन उदाहरणानि न उदाहरणानि दृश्यन्ते अन्य किमपि दृष्टवन्तः अत्र उपयोगिभागः एतदस्ति. ओके, एतस्य अवगमनं बहु बहु बहु आवश्यकम्. ओके, इदानीं तृतीयकरपत्रम् उद्घाटयामि. अत्र वयं समापितवन्तः वा अर्धमेव? एतत् समाप्तवती. द्वितीयकरपत्रं समाप्तितवती. तृतीयकरपत्रम् आरब्धं करणीयम्. हा, गुणः इति नाम अस्ति अत्र. पश्यतु, पश्यन्तु, हा, गुणः इति नाम अस्ति. अस्मिन् करपत्रे किं किं वयं दृष्टवन्तः, अनन्तरम् अवशिष्टभागः अस्ति न, एतदपि पश्यामः. सरस्वती भवती इदानीमेव आगतवती न? आं भगिनि, मम सङ्गणक किञ्चित् दोषः आसीत्. ओके, भवती तिष्ठतु, कारणं वयं यत् दृष्टवन्तः तस्मिन् विषये भवती कदाचित् न जानाति. यावत्पर्यन्तं किम् अभवत् सर्वमङ्गलम्. आगच्छतु. नमस्ते. अत्र वयं गणविषये किं दृष्टवन्तः, गुणः विषये किं दृष्टवन्तः? प्रथमगणे विकरणप्रत्ययस्य आ इति भागः अवशिष्यते. षष्ठे गणे अपि सा एव गतिः. सिद्धान्ते विकृतरूपस्य गुणसंज्ञा भवति, स्वरस्य परिवर्तनं भवति, विकृतरूपस्य गुणसंज्ञा भवति. ओके, किञ्चित् अधिकं वक्तुं शक्नोति गुणविषये? गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरः गुणः आगच्छति इति. ओके, परन्तु अहम् इतोपि न ज्ञातवती गुणः इत्युक्ते किम्. भगिनि अहं वदामि वा? एकनिमिषं सा वदति. पूर्णिमा, पूर्णिमा प्रकाश, पूर्णिमा. ओके, अनन्तरम् अनन्तरं, हा, इदानीं महोदय अस्ति न, श्रीधर भट् महोदय. नमस्ते भगिनि. नमस्ते. मम प्रश्नम् अवगतम्? पुनरपि? ओके, पुनः वदामि. सर्वमङ्गला किम् उक्तवती, गुणः भवति इति. परन्तु गुण इत्युक्ते किं तदेव अहं न जानामि, किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति? गुणः स्वरस्य परिवर्तनम्. ओके, स्वरस्य गुणः ये स्वरस्य गुणः वो रु रु स्वरस्य गुणः अर् इति. ओके, परन्तु स्पष्टं तु नास्ति, मम मस्तिष्के न गतं. किमपि किं सोल्यूशन् अस्ति भवतः हस्ते मम अवगमनार्थं? मेक् मी अण्डर्स्टाण्ड्. अस्ति उपायम्? इदानीं अहं ओन्लि दिस् मच् ऐ नो मनसि उदाहरणमस्ति पश्य उदाहरणम् उदाहरणं भ्वादिगणे बुद्धिदातो अन्तर्भूतस्वरः उ बुद्धिदातो अन्तर्भूतः स्वरः एकनिमिषं एकनिमिषम् अहं लेखनम् आरम्भं करोमि हा भवतः एकनिमिषं तत्सर्वं कुत्र गतम् वदतु महोदय किं लेखनीयं वदतु साक्षात् पश्यामः बुद्धिदातो अन्तर्भूतस्वरः बुद् इति धातु अस्ति ओके अनन्तरं किं भवति उकारस्य गुणः उकारस्य गुणः इत्युक्ते ब अधिकम् उ अधिकं ध ओके तदनन्तरं परिवर्तनं किं भवति ब अधिक उ बो भवति एकनिमिषं ब उ ध परिवर्तनं किं भवति ब उ बो भवति एकनिमिषम् अहम् इत्युक्ते अहम् उ अपि लिखामि ओ अपि लिखामि हा एवं वा परिवर्तनं भवति अतः उ स्थाने ओ न उ न लेखनीयं न ओके अतः उ स्थाने ओ इदानीं किं रूपम् आगच्छति योजनेन बोध् बोध् ओके ओके इदानीं किं कर्तव्यम् बोध् इति आगतम् एतत् पदमस्ति वा बोध् नो किं प्रत्यय किं प्रत्यय की प्रत्ययः ओके बोधि इति रूपं भवति न विकरणप्रत्यय मध्ये आगच्छति अतः विकरणप्रत्ययः तु विस्मृतं महोदय विकरणप्रत्ययः किम् अस्ति अत्र तदनन्तरं तिङ् प्रत्ययः ति इदानीं किं रूपं भवति बोधति बो बो तु अस्ति धकारः हलन्त अकारेण अकारस्य योजनेन सम्पूर्ण ध इति भवति तदनन्तरं ति बो वा एतत् मम दोषः अथवा सङ्गणकदोषः बो अवगतं महोदय गुणविषये सर्वे ज्ञातवन्तः गुणः कथं गुणकार्यं कथं करणीयम् इति श्रीधर महोदय सम्यक्तया अवगतम् अवगतम् अतः ज्ञातव्यं वर्ण विभजनम् ओके ओके सुशीला इतोपि किं किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति गुणविषये गुणविषये गुणकार्यं गुणकार्यं के कुत्र भवति इति चिन्तनीयम्। कुत्र भवति, कुत्र भवति, भवातिगणे गुणकार्यं धातु तिङ् अनन्तरं भवति, क्षम्यतां, धातु तिङ् प्रथमगणे गुणकार्यं भवति, परन्तु रुदादिगणे न न न न विकरणप्रत्ययविषये न ओके गुणकार्यं भवत्या अस्ति वा नास्ति वा इति चिन्तनीयं। षष्टमगणे गुणकार्यं नास्ति, परन्तु प्रथमगणे गुणकार्यम् अस्ति। ओके गुणकार्यम् अस्ति, कस्मिन् भागे गुणकार्यं कर्तव्यम्? गुणकार्यं धातु मध्ये कर्तव्यं, धातु उपदा मध्ये कर्तव्यं, धातु अथवा उपदा। ओके, एतस्मिन् किञ्चित् अधिकं वक्तुं शक्नोति? गुण अक्षराणि अस्ति चेत् अपि गुणकार्यं भवति, गुण अक्षरं न तु गुणकार्यं नास्ति। गुणकार्यविषये के के वर्णाः आगच्छन्ति? गुणकार्य मध्ये ए ओ आर् भवति, आर् भवति। ओके, धन्यवादः तेजल्। धन्यवादः भगिनि तेजल्। इदानीं प्रश्नम् उदेति मनसि मम, इ उ ऋ ऋ अस्ति चेत् गुणकार्यं भवति, तत्र किमपि इतोपि स्पष्टीकरणम् आवश्यकं वा? सर्वत्र एतत् चलति? तेजल्, तेजल् अस्ति वा न? ओके, अग्रे गच्छामि। किमपि समस्या अस्ति कदाचित्। न श्रूयते तेजल्। उषा पाटिल्, उषा पाटिल् न श्रूयते भवत्याः अपि? ओके, तेजल् उषा द्वयोः समस्या अस्ति इति। महोदय, इदानीं श्रूयते किम्? का वदति? भवती मम नाम उक्तवती। अहं तु तेजल् उषा द्वयोः नाम उक्तवती। तेजल् वदति वा उषा वदति? तेजल् वदामि, तेजल् पठामि। श्रूयते, चिन्ता मास्तु। इदानीम् उत्तरं दातुं शक्नोति? प्रश्नं तु श्रुतवती, अवगतवती प्रश्नस्य अर्थम् अथवा यत् अहं पृच्छतु महोदय। अत्र स्वरः इ एतस्य परिवर्तनम् ए गुणकार्यं कृत्वा, ओ ऋ अर् अतः यदा इ स्वरः अहं पश्यामि धातु भागे, तस्य अहं गुणकार्यं कृत्वा ए इति परिवर्तनं करोमि, तदेव उ विषये अपि ओ इति परिवर्तितं भवति, ऋ एतस्य अर् इति परिवर्तितं भवति। परन्तु मम प्रश्नः, सर्वदा एतत् कर्तव्यं वा तत्रापि किञ्चित् पाबन्दी अथवा किमपि? केचित् गणे भवति, केच अन्यगणे न भवन्ति, केचन गणे भवति, केचन यथा वादिगणे भवति गुण, परन्तु तुदादिगणे न भवति, चतुर् दिवादिगणे न भवति. अत्र कुत्र कुत्र गुणकार्यं भवति, कस्मिन् गणे गुणकार्यं भवति, अथवा केषां गणेषु गुणकार्यं भवति? त्रिदादिदिवादिगणे न भवति, अन्य गणे भवति गुणः. अन्यत्र भवति वा? अन्यत्र भवति, त्रिदादि दिवादिगणे तु न भवति इति अहं जानामि, परन्तु ओके ओके. उषा, उषा भवती अभिप्रायः किम्? न श्रूयते, किमपि न श्रूयते उषा. ओके, अहम् अग्रे गच्छामि. अत्र सरस्वती अस्ति वा? गतवती? आम् अस्ति महोदय. ओके, अभिप्रायः किम् अस्मिन् विषये? तत्र वादिगणे धातोः मध्ये इकारः उकारः ऋकारः अस्ति चेत् गुणः भवति, गुणः गुण अक्षरं परिवर्तनं भवति. ओके, गुणः भवति, भवति. अन्यस्वराः अस्ति चेत् गुण अन्यस्वरा स्वराक्षरगुण काम्बिनेशन् नास्ति, नास्ति. केवलम् इ ऊर् एतस्य किं एते वर्णाः एव गुणकार्यं युक्तवर्णाः सन्ति. ओके, अत्र प्रश्नः तु कोऽपि न ज्ञातवन्तः अवगतवन्तः. ओके, सरस्वती आरम्भं करोतु. धातु प्रथमे गणे अस्ति वा षष्ठे गणे अस्ति वा? प्रथमे गणे विकरणप्रत्यय अ इति भागः उप अवशिष्यते. षष्ठे गणे अपि सा एव गतिः. तर्हि कस्य नोयिस् ओके कण्टिन्यू. षष्ठे गणे अपि सा एव गतिः. तर्हि यत्र धातुः तिङ् प्रत्ययः इत्यन्योः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति? उत्तरं दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते. यत्र दातवङ्के गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते. अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति. ओके, एतस्य विषये एव एतस्मिन् विषयस्य किञ्चित् अवगमनम् आवश्यकम्. ओके, अग्रे पठतु. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना. सिद्धान्ते स्वरस्य परिवर्तनं भवति. विकृत रूपस्य गणः संज्ञा भवति. गुणसंज्ञा भवति. अस्मिन् कोष्टके पश्यतु, स्वरः गुणः अस्ति, इकारः उकारः ऋकारः ए ओ अर्. इकारः इदानीं ह्रस्वं दीर्घं द्वयोः परिवर्तनम् एकारे भवति. उकारस्य ह्रस्वदीर्घयोः परिवर्तनम् ओकारे, ऋकारस्य अपि तदेव. ओके, आम्. इदानीम् अग्रे पश्यामः. पठतु. धातुतः क्रियापदं निर्मातुं वादिगणे गुणः भवति. तुदादिगणे गुणः न भवति. ओके, गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति. ओके, बुद्ध धातौ अन्तर्भूतः स्वरः उकारस्य गुणः ओकारः इति उपरिस्थिते कोष्टके अस्माभिः दृष्टम्. बुद्ध धातौ गुणः भवति, अतः बुद्ध बोध इति अस्ति. लट् लकारे लटि, बोधति इति रूपम्. गुणः अस्ति, अतः बुद्ध धातुः प्रथमे गणे अस्ति, न तु षष्ठे. ओके, एतत् श्रीधर् महोदय सम्यक्तया उक्तवान्. ओके, आम्. इदानीं कस्याः पर्यायः प्रथमं? जया, अग्रे पठतु. आम्. लिक् धातौ अन्तर्भूतः स्वरः इ. इकारस्य गुणः एकारः, किन्तु लिक् धातोः लटि लिखति इत्यस्ति, न तु लेखति. गणः न जातः, गुणः न जातः, अतः षष्ठे गणे अस्ति. लिक् धातुः यदि वादिगणे अभविष्यत् तर्हि लटि लेखति इति रूपम् अभविष्यत्. तथा नास्ति एव सुदादिगणे, अतः लिखति इति रूपं भवति. ओके, अतः इफ् इट् वास् इन् वादिगण रूपं वुड् हाव् बीन् लेखति, परन्तु वयं लेखति न पश्यामः, वयं लिखति इति पश्यामः. सुदादिगणे, अतः सुदादिगणीयधातु. ओके, अग्रे. कृष् इत्यस्य धातुद्वयम् अस्ति. एकः कृष् धातुः वादिगणे अस्ति, अपरः कृष् धातुः तुदादिगणे अपि अस्ति. वादिगणे कृष् धातोः कर्षति इति रूपं लटि. ऋकारस्य गुणः अर् किल, किन्तु तुदादिगणे अन्तर्भूतः कृष् धातुः सति कृषति इति नाम ऋकारस्य गुणः तत्र न अस्ति. साक्षात् वयं दृष्टवन्तः. ओके, यावत्पर्यन्तं सम्यक्तया अवगतं गुणविषये, सर्वे जानन्ति. इदानीम् अग्रे अपि किञ्चित् गुणविषये आगच्छति. कण्णम्मा, अग्रे पठति. कृष् पर्यन्तं जया पठितवती, इदानीं चतुर्थ अङ्कविषये पश्यतु. भुवादिगणे गुणः, भुवादिगणे गुणः सर्वत्र न भवति, तर्हि कुत्र भवति, कुत्र न भवति इति प्रश्नः. सरलतया उक्तं चेत् कस्मिंचित् धातौ इ ई उ ऊ ऋ एषु सर्वेषु एकः अस्ति चेत् तस्य स्वरस्य गुणः भवति. किन्तु तावत् एव वदामः चेत् कुत्रचित् दोषः भवति. अतः सम्यक्तया अवगमनार्थं किञ्चित् इतोपि वक्तव्यमस्ति. अत्र मुख्यतः नियमद्वयम् अस्ति. भुवादिगणे धातोः अन्तिमवर्णः इ ई उ ऊ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. उदाहरणं भू भो भवति, जि जे, सृ सर् भवति. भुवादिगणे धातोः उपधा इ उ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः. उदाहरणं बुद्ध, बोध, कृष्, कर्ष. अत्र बुद् धातौ उकारः उपधाः उपधा, कृष् धातौ ऋकारः उपधा. देयं यत् दीर्घः स्वरः उपधा चेत् तस्य गुणः न भवति. जीव, जीवति, तत्र ईकारस्य गुणः न भवति. ओके, अतः स्पष्टीकरणं कर्तुं शक्नोति किञ्चित्? भवादिगणे गुणः अहं पूर्वं ज्ञातवन्तः गुणः भवति इति. इ इ उ उ ऋ स्वराणां गुणः भवति इति अहं ज्ञातवन्तः. किन्तु सर्वत्र तस्य गुणः न भवति. धातोः अन्तिमवर्णः इ इ उ उ ऋ भवति चेत् तस्य गुणः भवति. तत्र भवति. अनन्तरं उपधा स्वर भवति चेत् तस्य ह्रस्व इ ह्रस्व उ ह्रस्व ऋ अस्ति चेत् तदेव गुणः भवति. दीर्घस्वरः भवति चेत् तस्य गुणः न भवति. भवति. ओके, अस्मिन् भागे वयं किं ज्ञातवन्तः? यदा धातोः अन्तिमवर्णः स्वरः अस्ति तत्र इ इ उ उ ऋ अस्ति चेत् ह्रस्वं वा दीर्घं तत्र तु भिन्नता नास्ति, सर्वत्र गुणकार्यं भवति एव. परन्तु यदा इ इ उ उ ऋ उपधास्थाने अस्ति चेत् केवलं ह्रस्वः अस्ति तदा एव गुणकार्यं भवति, दीर्घः अस्ति चेत् गुणकार्यं न भवति. ओके, अवगतम्? अतः भ्वादिगणधातोः गुणकार्यं कर्तव्यं, तदपि नियमानुगुणं. ओके, अस्तु, यावत्पर्यन्तं सम्यक् अवगतवन्तः? आं भगिनि. ओके, अग्रे गच्छामः? आं भगिनि. सीतालक्ष्मी, अग्रे पठतु. किमर्थं गुणः भवति भ्वादिगणे न तु सुदादिगणे? पूर्वतनपाठे अस्माभिः ज्ञातं यत् विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति न तिष्ठन्ति यतः तेषां वर्णानाम् इत् संज्ञा भवति. इत् संज्ञा इति कारणात् तेषां लोपः भवति. कारणात् तेषां लोपः भवति. एभिः इत् वर्णैः किञ्चित् विशिष्टं कार्यं निर्दिष्टं भवति. कीदृशं कार्यम् इति सम्प्रति पश्याम. भादिगणे विकरणप्रत्ययस्य शप् इति जानीमः. शप् नाम इष् प्लस् अकार पकार. लट् केवलम् अकारः तिष्ठति. इत्युक्तौ शकार प्रकारयोः वर्णयोः लोपः भवति. द्वयोरपि वर्णे वर्णौ गच्छतः. गमनानन्तरं नाम लोपानन्तरं शप शकार पकार चकार किञ्चित् कार्यं कुरुतः. चकार पकार च तत्र चकार नास्ति, च अस्ति. किञ्चित् कार्यं कुरुतः. लोपानन्तरं कथं कार्यं स्यात् इति चेत् व्याकरणे कश्चन नियमः अस्ति यत् वर्णस्य लोपनानन्तरमपि तस्य लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति. तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम् इति चेत् विकरणप्रत्यये शकार इत्यस्य कार्यं गुणस्य कृते प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुण कारयति. गुणं कारयति. विकरणप्रत्यये पकार इत्यस्य कार्यं पा नास्ति, पकार नास्ति चेत् इत्युक्ते पकार अकारयोः मेलनं केवलं पकार नास्ति चेत् गुणस्य कृते अवरोधं करोति. पा अस्ति चेत् गुणस्य न कोऽपि अवरोधः. ओके, तावत्पर्यन्तम् अवगतम्. अग्रे पठतु. भादिगणे शकार भगिनि अवरोधं अस्ति. ओ किम् अभवत्? न श्रूयते भगिनि. अवरोधम् इत्युक्ते किं भगिनि? हलो सीतालक्ष्मी. हलो अवरोधः इत्युक्ते किम् इति पृच्छति. एकनिमिषम् एकनिमिषं. सीतालक्ष्मी समापयतु. पठतु अस्मिन्. भगिनी सा पृच्छति अवरोधः इत्युक्ते किम्. पश्यामः, किञ्चित् समापनं कुर्मः वाक्यस्य, अनन्तरं पश्यामः. अस्तु, सीतालक्ष्मी पठति वा न? पठामः, पठामि. वादिगणे श अस्ति, अतः गुण सकार अस्ति, अतः गुणस्य कृते प्रेरणा अस्ति. पकार अपि अस्ति, अतः गुणस्य कृते न कोऽपि अवरोधः, अतः गुणः भवति. कृष् कृष् शप् योगस्य ति कर्षति. अग्रे सुदादिगणे विकरणप्रत्ययः शकार इति अस्माभिः ज्ञातम्. अत्र पश्यतु, अत्र श अस्ति. शकार इत्युक्ते एवं भवति अलङ्कश. अत्र सम्पूर्ण श अस्ति. शकार अकारयोः मेलनं श इति अस्माभिः ज्ञातं. श नाम इष् प्लस् आ. तर्हि किं भवति? शकारः गुणस्य कृते प्रेरयति. परन्तु सुदादिगणे विकरणप्रत्ययः केवलं शकार नाम पकारः नास्ति. पकारः नास्ति चेत् गुणस्य कृते अवरोधः इति उक्तम्, अतः गुणः न भवति. कृष् शप् प्लस् ति कृषति. ओके, एतत् भवती सम्यक्तया न पठितवती. हा, शकारः श पकारः प एतत् सर्वं तु गुटला अभवत् अत्र. एकम् इदानीं दर्शयामि. हा, किमस्ति? हा, का पठितवती इदानीं? सीतालक्ष्मी. हा, पश्यतु. हा, यदा अहम् एवं लिखामि, हा, ओ गॉड, एतत् अस्ति सकारः. हा, यदा अहम् एवं लिखामि एतदस्ति किम्? एतस्य सकार अधिकम् अकार एतस्य मेलनेन, क्षम्यताम्, एतस्य मेलनेन अहं स इति प्राप्नोमि. अवगतम्? अतः यदा एवमस्ति चेत् किं वदिष्यति? पूर्णः न भवति अक्षरं, वर्णः. ओके, ओके, पश्यतु भिन्नता कुत्र अस्ति. पूर अशा प्लस् आ सकारः भवति. तत् किमस्ति? हलन्तर अतः कारः इति वदामः चेत् केवलं व्यञ्जनम् एकमेव निर्दिशामः. कारः इति वदामः चेत् उ अस्ति, उकार इत्युक्ते एकमेव व्यञ्जनं, ब इति अस्ति अत्र. परन्तु एतत्तु सम्पूर्ण ब नास्ति, केवलं हलन्त ब अस्ति, अतः बकार. अत्र पश्यतु, अत्र अहं सा इति उक्तवती, सा अधिकम् अ, तथा एव अहं सा इति सम्पूर्णवर्णस्य उच्चारणं कर्तुं शक्नोमि, अन्यथा सु एवं तिष्ठति. अतः वयं कार इति योजनं कुर्मः, तदा केवलं सकारस्य उद्देश्यं भवति. ओके, अतः सम्यक्तया पठनं करणीयं चेत् स्मरणे स्थापनीयं, हलन्त अस्ति चेत् कार उपयोगं कर्तव्यं, हलन्त नास्ति चेत् श स इति वक्तुं शक्नुमः. तदनन्तरं भगिनी, क्षम्यतां भगिनी, वयं सर्वे मातृभाषामध्ये एवमेव पठितवन्तः. शकारः उच्चारणं न भवति तत्र, हलन्त अस्ति चेत् इष् एव वदामः सर्वे स्थाने. मातृभाषामध्ये तथैव पठितवन्तः. ओके, एतत् कारणेन ईज़िली वी डोण्ट् गेट् वी डोण्ट् से शकार, इट् इट् डज़न्ट् कम् टु अवर् मैण्ड् टु रीड् इट् एस् शकार. ओके, नार्मलि वैल् रीडिङ्ग् वि रीड् इट् एस् इश् इस् ओन्ली बिकास् इवन् ऐ रीड् इट् लैक् देट् नौ ऐ केम् टु नो. थेङ्क् यु भगिनि. इदानीम् अस्माकं तु ध्यानं संस्कृतविषये अस्ति, अतः तत्र कथं वक्तव्यं तत् वयं पठामः. ओके, अतः कार इति योजयामः चेत् एकमेव वर्णस्य किं, यु आर् रेफरिङ्ग् टु अ सिङ्गल् आल्फबेट्. अवगतम्? अतः मातृभाषा इव इष् इत् इत् एवं मा वदन्तु. बहु सरलतया ककार शकार चकार एवं वक्तुं तु शक्नुमः, सुलभं भवति तत्र. सीतालक्ष्मी अवगतवती? आं महोदय अवगत. एवं मा वदतु हा, कार उपयोगं कृत्वा वदतु हा. महोदय प्राक्टिस् भवितव्यम्, अतः अहं वारं वारं करेक्षन् करिष्यामि. ओके, चिन्ता मास्तु. ओके, इदानीं वयं हा किं ज्ञातवन्तः अस्मिन् भागे? हा, किं किम् अस्ति? एकनिमिषम्, इदानीम् अहम् एतत् मार्जयामि. ओके, इदानीं मम हस्ते शप् इति एकः प्रत्ययः अस्ति. हा, अनन्तरं द्वितीयप्रत्ययः अस्ति शप्. ओके, हा, एतयोः मध्ये भिन्नता कुत्र अस्ति, कथम् अस्ति? हा, एकनिमिषं, का वदति? पद्मजा. हा, सीतालक्ष्मी यत् पठितवती तस्य स्पष्टीकरणम् इदानीं वयं कुर्मः. ओके, वदतु पद्मजा, द्रष्टुमिच्छति? पद्मजा नास्ति वा? अरे वा. ओके, पल्लवी. आम् महोदय. भवती द्रष्टुमिच्छति वा साक्षात् वदति? तत् पटलं दर्शयतु यथा. ओके, दर्शयामि. अत्र अहं शप् श इति लिखितमस्ति, भवती तत् ओके दर्शय. शप् इत्युक्ते किं किम् अस्ति तत्र? अत्र शकार अधिक अधिक पकार. पुनः वदतु, अहं न श्रुतवती. शकार अधिक अकार, अकार अधिक पकार. ओके, इदानीं श अत्र किम् अस्ति? अत्र शकार अधिक अकार, शकार अधिक अकार. अत्र किं नास्ति? अत्र पकार नास्ति. पकार नास्ति. ओके, इदानीं पश्यामः शकारस्य उपयोगं किम्. शकारस्य शकारगुणस्य कृते प्रेरयति. हा, इत्युक्ते शकारः अस्ति चेत् गुणकार्यं भवितुम् अर्हति. ओके, शकारः अस्ति चेत् गुणकार्यं भवितुम् अर्हति इत्युक्ते पासिबिलिटि निर्दिशति. ओके, पकारः अस्ति चेत् किं भवति? पकारः अस्ति चेत् गुणस्य निश्चिति भवति. निश्चयेन कर्तुं पर्मिशन्, गेट् ओपन्. ओके, शकारः द्वारपर्यन्तं गच्छति, परन्तु द्वारस्य उद्घाटनं पकारः एव करोति. ओके, यावत्पर्यन्तम् अवगतम्? अतः इदानीं कथं वयं जानीमः वादिगणीयधातु अस्ति वा तुदादिगणीयधातु अस्ति? वदतु. आम्, यदा गुणः भविष्यतोः निर्णयं करोतु. कारणं कृष् धातु वादिगणे अपि अस्ति, तुदादिगणे अपि अस्ति. ओके, तर्हि कृषधातुमध्ये यदि वयं शप् इति प्रत्ययः योजयामः तर्हि ऋकारस्य अर् इति भवति. आम्, पकार अस्ति तर्हि निश्चितं भवति, तर्हि कर्षति इति भवति. कृषधातोः परिवर्तनं कर्षति, परन्तु यदि पकार नास्ति तर्हि इत्यस्य ऋकारस्य गुणः भवितुम् अर्हति, परन्तु पकार नास्ति अतः तत् गुणः न भवति. तर्हि कर्तुं न शक्नुमः, गेट् ओपनिङ्ग् न भवति न तत्र. तर्हि द्वारं न उद्घाटितं, पकारः द्वारस्य उद्घाटनं करोति. ओके, अवगतं सर्वे? तर्हि तत् कृषति इति एव तिष्ठति. अतः कृषति इति रूपं भवति तुदादिगणीय. ओके, प्रश्नाः सन्ति? इदानीम् अवगतं हा अवरोधः विषये? हा अवरोधः विषये इदानीम् अवगतम्? सरस्वती अहम् अवगच्छामि. सम्बडि एल्स् आस्क्ड्. सम्बडि एल्स् आस्क्ड्. अतः अवरोधः इत्युक्ते किं बाधा भवति. ओके ओके, अग्रे गच्छामः. इट् मीन्स् इट् ग्रान्ट्स् पर्मिशन् टु डु द गुण. अतः एव अहं किं उक्तवती, द्वारमस्ति. ओके, शप् प्रत्ययस्य उपयोगानन्तरं शकारः द्वारपर्यन्तम् आनयति, परन्तु द्वारस्य उद्घाटनं पकारः एव कर्तुं शक्नोति. ओके, इति वयं चिन्तयामः चेत् किञ्चित् सरलं भविष्यति इति अहं चिन्तयामि. अन्ये जनाः अन्यमार्गेण चिन्तनं कर्तुं शक्नुवन्ति. ओके, प्रश्नाः सन्ति यावत्पर्यन्तम्? अतः भ्वादिगणविषये तुदादिगणविषये भागद्वयम् अस्ति. ओके, एकं तु धातोः अन्तिमभागे वर्णः किं, हा स्वरः किं, तत्र तु दीर्घं वा ह्रस्वं वा किमपि अस्ति, गुणकार्यं भवति एव. परन्तु यदा गुणवर्णाः उपदाभागे अस्ति तदा केवलं ह्रस्वस्य गुणकार्यं भवति, दीर्घस्य न भवति. ओके, अवगतं यावत्पर्यन्तम्? आं भगिनि. हा, अनन्तरं किमर्थं गुणकार्यं भवति? हा, किमर्थं गुणकार्यं भवति? शप् इति विकरणप्रत्ययः अस्ति, तस्य कार्यं शकारः एकं कार्यं निर्दिशति, पकारः द्वितीयं कार्यं निर्दिशति. ओके, अवगतं यावत्पर्यन्तम्? अग्रे गच्छामि. पूर्णिमा, पूर्णिमा नम्बर् सिक्स् पठतु. धातोः अन्तर्भूतः स्वरः अकारः अस्ति चेत् गुणस्य प्रसक्तिः नास्ति. अतः तत्र भवादिगणे अस्ति वा सुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः. उदाहरणार्थं फट् पठति, पत् पठति, त्यद् चिदति, वद् वदति इत्यादीन् धातून् तु गुणाधारेण न ज्ञातुम् अर्हमः. किन्तु लोके एकः मार्गदर्शकः अस्ति, आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत् वादिगणे अस्ति नाम एतादृशः अकारयुक्तः धातुः परिचितः अस्ति चेत् प्राप्य भवादिगणे स्यात्. अपवादः अस्ति चल् धातु लटी लटी चलति, अयं धातुः प्रसिद्धः किन्तु सुदादिगणे न तु भवादिगणे. स्पेशल् केस् एतत् अतः सामान्यतया किं वक्तुं शक्नुमः, अकारः अस्ति विकरणप्रत्ययभागे अस्ति चेत् भवादिगणे इति वक्तुं शक्नुमः. परन्तु परन्तु चलति इति अपवादं भवति, तत्र अकारः अस्ति परन्तु तत् भवादिगणे न भवति. भवादिगणे नास्ति, सुदादिगणे अस्ति सामान्यतया. द्विसहस्रधातवः सन्ति तत्र सहस्राधिकधातवः द्वादिगणीयधातवः सन्ति ओके एवं कुत्रापि अहं दृष्टवती पठितवती सहस्राधिक वन् थौसण्ड् टु हण्ड्रेड् अप्राक्सिमेट्लि धातवः द्वादिगणीयधातवः सन्ति तत्र अपि ये धातवः वारं वारम् आगच्छति ते सामान्यतया द्वादिगणीयधातवः सन्ति ओके प्रसिद्धाः धातवः ओके तदनन्तरम् ओके अत्र तु चल् इति बहुवारम् आगच्छति परन्तु तत्र तु अपवादः सुदादिगणीय अस्ति ओके एतदेव वयं मनसि स्थापयामः ओके अतः अकारः अस्ति चेत् गुणकार्यस्य सम्भावना नास्ति तथापि वादिगणीयधातु इति वयं वक्तुं शक्नुमः यदा एतत्तु प्रसिद्धधातु इत्युक्ते वारं वारं वयं तस्य उपयोगं कुर्मः ओके यावत्पर्यन्तं स्पष्टम् आं महोदय ओके अग्रे प्रतिभा प्रश्नः उदेति चेत् धातूनां गुणप्रसङ्गः नास्त्येव तेषां केन आधारेण वादिगणे तुदादिगणे वा इति निर्णयः यथा पट् धातुः किमर्थं वादिगणे चल् धातुः किमर्थं तुदादिगणे प्रत्युत्तरं प्राप्यते शत्रान्तप्रकरणे वादिगणे शत्रुप्रत्ययस्य शत्रान्तप्रकरणे वादिगणे शत्रुप्रत्ययस्य संयोजनेन स्त्रियां नुमागमः नकारः सर्वत्र भवति बालिका वदन्ती गच्छति माता खादन्ती चिन्तयति इति वादिगणे स्त्रियाम् अयं नकारः सर्वदा भवति परन्तु तुदादिगणे अयं नकारः वैकल्पिकः बालिका चलति चिन्तयति बालिका चलन्ती चिन्तयति वा वादि तुदादौ च अयं भेदः सर्वत्र अस्ति शत्रन्तपदेषु भादौ नुमागमः नित्यः तुदादौ च वैकल्पिकः ओके किं ज्ञातवती वादिगणे ओ एकनिमिषम् कस्य नास्ति तत्र केन आधारेण डिस्टिङ्क्षन् भवति इति तुदादिगणे वा भादिगणे वा इति कर्तुं शक्यते इति डिस्टिङ्क्षन् कथं भवति इति किमर्थं च भादिगणे न भवति चल् धातु तुदादिगणे एव भवति इति प्रश्नस्य उत्तरं ददाति तत्र शत्रुन्तप्रकरणं योजनीयं तत्र एकनिमिषं केन आधारेण वयं निर्णयं कर्तुं शक्नुमः वादिगणीय वा तुदादिगणीय किं द्रष्टव्यं पश्यतु प्रतिभा शत्रुप्रत्ययस्य संयोजनेन नुमागमः नकारः सर्वत्र भवति इति एकं तु मम मनसि प्रश्नम् उदेति किमस्ति सर्वे जनाः शत्रुप्रत्ययविषये जानन्ति वा न कः जानामि महोदय भवती जानाति अन्ये जनाः जानन्ति वा न ओके प्रश्नः उदेति कः वा का न जानाति शत्रुविषये शत्रुशानच् कृतं वा न? अहं न जानामि. ओके, भवान् किं पठति? अन्य शिक्षा शिक्षा कृतवान् वा? कृतवान्. हा, तत्र तु शत्रुप्रत्ययविषये तु आगच्छति, परन्तु सम्यक्तया न ज्ञातवान्. ओके, चलति. गीतासोपानं द्वितीयभागः करोति वा? अन्ये कः न जानाति वा, का न जानाति शत्रुप्रत्ययविषये? श्रीधर्महोदय न जानाति, अन्य कोऽपि न जानाति? ओके, इत्युक्ते अन्य सर्वे जनाः जानन्ति. अत्र पेजल् द्वयमस्ति, एका एव अस्ति वा? ऐ हव् गाट् टु पेजल्स् इन् दिस् क्लास्. तेजल् भवती एकाकी अस्ति वा द्वितीयः तेजल् अपि अस्ति? द्वितीया ओके, अन्ये के न जानन्ति शत्रुप्रत्ययविषये? ओके, इदानीम् अहं चिन्तयामि अन्ये जनाः जानन्ति इति. अतः अशत्रुप्रत्ययविषये प्रतिभा किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति? प्रतिभा प्रेसेण्ट् कण्टिन्यूस् टेन्स्? न प्रेसेण्ट् कण्टिन्यूस् टेन्स् तत् शत्रुविषये. इदानीं शत्रु रूपस्य आधारेण कथं वयं निर्णयं कर्तुं शक्नुमः, वादिगणीयधातु अस्ति वा तुदादिगणीयधातु अस्ति? भवती पठितवती न? नकारः श्रूयते इत्येव कारणेन वा? ओके, इति कारणेन किम्? ओके, सविता साहाय्यं करोतु महोदय. सविता महोदय, इत्युक्ते स्त्रीलिङ्गपद देर् द नकार विल् कम् लैक् खादन्ति चलति और् सो देर् द नकार कम्स् टु क्रिया टेक् प्लेस् द सेम् टैम् सो इन् द शत्रुप्रत्यय सो एस्पेशलि इन् द स्त्रीलिङ्ग वेन् इट् कम्स् इट् विल् बि खादन्ति द दीर्घ इकार विल् कम् एण्ड् ति विल् कम् सो गच्छन्ति खादति और् खादन्ति चलति लैक् देट् ओके तुदादिगणीयधातवः बिकास् आफ् द नकार इन् द्वादिगणे इट् हेपन्स् इन् द्वादिगणे नाट् इन् तुदादिगणे तत्र तुदादिगणे इट् इस् आप्शनल् वैकल्पिकः ओके द्वादिगणे नित्यम् अस्ति नकारस्य आगमनं नित्यम् अस्ति इत्युक्ते नकारः विना नकारं विना वयं स्त्रीलिङ्गरूपं शत्रुप्रत्ययस्य निर्माणं कर्तुं न शक्नुमः परन्तु तुदादिगणे वैकल्पिकम् अस्ति नकारं योजयामः अथवा न योजयामः द्वयमपि साधु ओके श्रीधर् महोदय योर् शिक्षापुस्तकं किञ्चित् पुनः परिशीलनं करोतु स्त्रीलिङ्गस्य रूपं कथं निर्माणं भवति ओके अनन्तरम् अतः अस्माकं ज्ञानं किं शत्रुप्रत्ययविषये अपि भवितव्यम् ओके तदा सुदादिगणीय वा वादिगणीयधातु एतस्य निर्णयं कर्तुं शक्नुमः यदा केवलम् अकारः दृश्यते धातुभागे. हा, पट् इति अत्र अकारः अस्ति, चल् अपि अकारः अस्ति, हा, खाद् आकारः अस्ति. ओके, अन्य किं, हा, त्यज् पट् सर्वत्र केवलम् अकारः दृश्यते. अतः यदा अकारः अस्ति सामान्यतया वयं वक्तुं शक्नुमः वादिगणीय अस्ति इति, परन्तु कदाचित् प्रूफ् द्रष्टुम् इच्छति चेत् एतदपि द्वितीयमार्गः अस्ति, शत्रुप्रत्ययस्य परिशीलनं कृत्वा वयं निर्णयं कर्तुं शक्नुमः. ओके, पश्यन्तु, वदति, वदति इति पदमस्ति लट्लकाररूपं, तस्य आधारेण वयं वदन्ति इति रूपं प्राप्नुमः, शत्रुप्रत्ययरूपम्. ओके, अतः तत्र नकारस्य योजनं भवति वादिगणीय, परन्तु यदा वयं चल् धातु स्वीकुर्मः तत्र चलति अपि शुद्धं, चलन्ति अपि शुद्धम्, अतः अत्र वैकल्पिकरूपद्वयमस्ति. ओके, तस्य आधारेण वक्तुं शक्नुमः सुदादिगणीय धातु अस्ति. ओके, इदानीम् अन्तिमभागः किम् अस्ति, उपर्युक्तगणकार्यस्य प्रक्रिया कीदृशः इति इत्यस्य ज्ञानार्थं सूत्रसहितं स्पष्टीकरणम् अग्रे पश्यामः. अस्मिन् किं सप्ताहे किञ्चित् कार्यं भवन्तः कर्तुं शक्नुवन्ति. किमर्थमहम् एतत् वदामि, पश्यन्तु, अत्र गृहकार्यरूपेण वयं स्वीकर्तुं शक्नुमः. किमस्ति, गणं निर्देशं कर्तव्यम्. ओके, केन आधारेण, अत्र गृज् इति अस्ति, गर्जति इति प्राप्तवन्तः. ओके, ओके, कः वक्ता आगच्छति एतस्य कृते? भगिनी, क्षम्यतां भगिनी, पुनः एकवारं एक्स्प्लेन् करोतु भगिनी, सप्तमः पायिण्ट्. वादिगणे शत्रुप्रत्ययस्य संयोजनेन स्त्रियां नुमागमः नकारः सर्वत्र भवति, तत्तु अहं ज्ञातवती. तुदादिगणे किमर्थं न, एकवारं पुनः वदतु भगिनी. वैकल्पेन नुमागमं कर्तुं शक्नुमः वा न, तत्तु अस्माकं हस्ते अस्ति. ओके, वदति अस्ति चेत् वदन्ति अपि भवति शत्रुप्रतियोजनेन, सम्यक् वा? वदति इति भादिगणे अस्ति, परन्तु शत्रुप्रतियोजनेन वदन्ति अपि भवति, वदन्ति भवति अपि न, वदन्ति भवति, वदन्ति एव, परन्तु हा, चलति योजनेन, चलति स्थाने सुदादिगणे चलति अपि अस्ति, चलन्ति अपि अस्ति, इत्युक्ते शत्रु शत्रुरूपद्वयम् अस्ति अत्र. एकं तु नकारस्य योजनेन, द्वितीयं तु विना नकारम्. ओके, अस्तु, तदस्ति सुदादिगणीयधातवः. सुदादिगणे शत्रु शत्रुरूपं कथं भवति, अस्ति नकारस्य योजनं कर्तव्यं वा न कर्तव्यं, लिख् इति अस्ति, लिखन्ति वक्तुं शक्नोमि अथवा लिखति अपि वक्तुं शक्नोमि. ओके, कारण लिख् धातु सुदादिगणीयधातु अस्ति. ओके, अस्तु, अवगतम्? आं भगिनि. तत्र वैकल्पेन नकारस्य आगमनं, परन्तु वादिगणे नित्यं नकारस्य आगमनम्, एतदस्ति भिन्नता. ओके, अस्तु भगिनि, धन्यवादः. ओके इदानीं वयं किं पश्यामः हा अत्र गृज् गर्जति इति लिखितमस्ति दर्शयामि वा भवन्तः स्वयमेव कर्तुं प्रयत्नं कुर्वन्ति हा वदन्तु वदन्तु दर्शयतु भगिनि दर्शयामि ओके गृज् अस्ति न अत्र हा गृज् गर्जति ओके गृज् एतस्य अन्तिमरूपं गर्जति इति भवति ओके कथम् एतत् वयं प्राप्तवन्तः हा इदानीं पश्यामः गर्जति अत्र किं किम् अस्ति हा महोदय वदतु धातु धातु अनन्तरं अन्यभागाः श्रीधर् महोदय केवान् गृज् गृज् धातु हा गृज् धातु अस्ति तस्य लट्लकारे प्रथमपुरुषे एकवचनरूपं भवति गर्जति एतस्य इदानीं भागाः के के गृज् धातु गृज् ओके न न न ओ हो हो हो हो एकनिमिषं हा गृज् धातुभागः तदनन्तरं विकरणप्रत्ययः विकरणप्रत्ययः किं दृश्यते अत्र ज्ञातुं शक्नोति गर्जति इति आगतं न अकारः अकारः के हा अनन्तरं तिङ्प्रत्ययः सि ओके हा इदानीं किञ्चित् परिशीलनं करोतु ब्रिज् एतस्य भागस्य गर्ज् इति रूपम् आगतं हा अतः किं निर्णयं कर्तुं शक्नुमः हा ग्रिज् एतस्य गर्ज् इति परिवर्तनम् अभवत् हा ओके केन कारणेन गकारः ऋकारः गकारः अधिक ऋकारः ओके ओके परन्तु भवति ऋकारस्य अतः अहम् एकं तु पुनः लिखामि अतः मम हस्ते किम् अस्ति गकारः अस्ति तदनन्तरं ऋकारः अस्ति ओ हो हो हो ऋकारः कथं लेखनीयम् ओ गाड् न केवलं ऋकारः कथं लेखनीयम् अहं विस्मृतवती ओके ओके अहं तत्र डेश् स्थापयामि अनन्तरं जकारः अस्ति ओके तस्य स्थाने किम् आगतम् ऋकारस्य स्थाने अर् अर् आगतं हा अतः मम हस्ते किम् इदानीं गकारः तदनन्तरम् अर् तदनन्तरं जकारः ओके एतस्य मेलनेन मम हस्ते किम् आगच्छति गर्ज् इति रूपं गच्छति तदनन्तरम् अकारस्य योजनं तिङ्प्रत्ययस्य योजनं गर्जति इति रूपं सिद्धं भवति एतत् कस्मिन् गणे परिवर्तनं एतत् परिवर्तनं कस्मिन् गणे वयं कुर्मः द्वादिगणे ओके इत्युक्ते गुणकार्यं वादिगणे भवति अतः एषः एतद् धातु वादिगणीय अवगत पश्यतु तत् गृज् गर्जति प्रथमगणः भादिगणः ओके एवं रिवर्स् इञ्जिनियरिङ्ग् कृत्वा अन्य अपि परिशीलनं कुर्वन्तु हा अष्टेतसप्ताह सम्पूर्णसप्ताहः अस्ति एव परिशीलनं कुर्वन्तु अन्य अग्रिम किं शनिवासरे रविवासरे वयम् एतस्य समाधानं कुर्मः ओके सर्वे ज्ञातवन्तः रिवर्स् इञ्जिनियरिङ्ग् एतदस्ति ओके यत् वयं पठितवन्तः तस्य आधारेण परिशीलनं कुर्वन्तु कस्मिन् गणे भवितुम् अर्हति इति ओके चलो समापयामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं शुभरात्रि